पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 183 श्रीमहादेव उवाच अतः परं प्रवक्ष्यामि नवमाध्यायमादराद संशृणुष्वस्तिरीभूय तुहिनाचलकन्यके अस्ति माहिष्मदी नाम नगरी नर्मदातटे तत्रासीन्माधवो नाम द्विजन्मा स शिवो द्विजः वेदवेदाङ्गतत्त्वज्ञकाले काले तिथिप्रियः अर्जयित्वा बहुधनं विद्यैव विशुद्धधीः महान्तमध्वरं कर्तुं समारेभे कदाचन आलम्भनार्थमानीतश्चागपूजितविग्रहः वाचमूचेः सन्नुच्चैर्जगद्विस्मयकारकः किमेतैर्बहुभिर्यागैर्विधिवद्विहितैरपि विनश्वरफलैर्जन्म जरामरणहेतुभिः यदावत्यपि मे विप्र दशेयं दृश्यतामिति चागस्यैवं वचोतीव कुतूहलपरं जनाः निशम्य विस्मयं यादा कृतमण्डपवासिनः तदो बद्धाञ्जलिपुटो द्विजादे स्मिते क्षणः प्रणम्य श्रद्धधानस्तमपृच्छच्चागमादराद द्विज उवाच किं जाधीय किमात्मा त्वं किं वृत्तमिति मे वद केन वा कर्मणा वासि चागत्वमिति कारणं चाग उवाच आसं पुरा द्विजादीनामन्वये चादिनिर्मले आहर्ताक्रदु संखानां वेदविद्याविशारदः एकदा मम देहिन्या पुत्ररोगप्रशान्तये चागः प्रयाचितो मत्तः चण्डिका भक्ति नम्रया तदो निहन्यमानस्य चण्डिका मण्डपस्थले चागस्य जननी मां तु शशाप ब्रह्मवादिनी अशास्त्रीयाध्वना पाप मत्सुदं यज्जिखांससि द्विजात्यधमत्वेन त्वमजा योनिवाप्स्यसि तदोकं प्रत्यकालेन चागो भुवं द्विजोत्तम निस्तीर्य चानेकविधा योनिसन्तापयातनाः विप्र उवाच जातिस्मरत्वमप्यस्ति पशुयोनिमुपेयुषः त्वदीयजन्मशुश्रूषा कुतूहल रसोन्मुखं चाग उवाच मनः सर्वान् द्विजानेदानपि तत्कथयाखिलं कदाचिन्मर्कडो भूवमाहितुण्डिकशिक्षया क्रीडद्भिर्वीक्षितो डिम्भैर्नृत्यन् प्रदिगृहाङ्गणे उदारानात्मनो दारान्विलोक्य तनयानपि क्रियापराङ्मुखो जातस्त्यक्तनर्तनसम्भ्रमः तदो वर्तुलदण्डैश्च दुःसहैराहितुण्डिकः मामुच्चैस्ताडयाञ्चक्रे रुषा लोहितलोचनः तदोऽहं मूर्च्छितो भुवं क्षरक्षत च सन्ततिः आजिघ्रन्नन्नमुदगमगमं कालधर्मतां तदो हमासीच्युनकः परिभ्राम्यन् गृहे गृहे कुक्षिं भरिरखं मार्गे त्यक्तोच्छिष्टान्नभक्षकः कदाचिदाविशं स्वान्तरात्मवेश्ममहानसं बुभुक्षितो भक्षयितुं स्थाली स्थापितमोदनं जिघ्रन्भूमितलं पश्यन् दिशो दश शनैर्भ्रयाद शङ्गमानो जनरवात्पार्श्वे च विलिहन्निव तदः कदाचिदागत्य वीक्षितस्तनुजैर्निजैः जायया च जरत्याहं ताडिदो लकुडादिभिः तदो भग्नकडिर्यादो बहुशोणिदमुद्वहन् निर्जगाम बहिर्गेहात्कथं चिन्मूर्च्छया कुलः अङ्गेषु पूदिगन्धेषु किमि गर्भेषु कालतः ततः कदस्वदां प्राप्तशौण्ढिकस्य च वेश्मनि अश्वोभवमहं विद्वन्मृदकालक्रमादिह कदाचिच्चत्वरेतेन समानीदो जनाकुले विक्रयाय जरालीढपदयालुरदावलि जायया द्वारकायात्रां कर्तुमुद्यतया सकृद मौल्येनाल्पीयसा क्रेतुं तुरङ्गं चेष्टमानया जगृहेहं तया दाम्ना अल्पेन वसुना जरन् गन्तुं चारभ तद्वित्रैः पुत्रैरारुह्य मां समं शनैः शनैः सरस्तीरे मग्नोऽहं गाढकर्दमे तत्राहं कुडिलग्रीवश्चापतन् कर्दमान्तरे ताड्यमानो मुहुपुत्रैः लकुटोपलपाणिभिः उद्धाप्यमानो बहुधा प्राणान्मोचितवानहं ततो निश्चित्य मां तत्र मृदं भग्नोद्यमाः सुताः आकृष्यमादरं दीना प्रावृत्य निर्ययुर्गृहम् ततः सम्प्रेत्य बहुना कालेन चागतां गदः निस्तीर्णानेकहीनोच्च योनिसन्तापयातनः द्विज उवाच किमनेन महाचागदुःखजातेन नित्यशः यथावदञ्जसामह्यं सुखमात्यन्तिकं भवेत् चाग उवाच आश्चर्यं कथयिष्यामि पुनरन्यदपि द्विज स्वस्तमापृच्छमानस्य तवास्ति यदि कौतुकम् अस्ति नाम्ना कुरुक्षेत्रं नगरं मोक्षदायकं सूर्यवंशो भवत्तत्र चन्द्रशर्मा महीपतिः सूर्योपरागसमये श्रद्धया परयान्वितः दानं स कालपुरुषं दातुं समुपचक्रमे समाहूय द्विजन्मानां वेदवेदाङ्गपारकं स्नातुं पुण्योदकै पुण्यायर्ययौ सार्धं पुरोधसा अधोच्चैकालपुरुषो वाचमूचेहसन्निव अन्ये नैव प्रगृह्णन्ति क्षेत्रे चाण्वपि किञ्चन सूर्यो परागसमये कुरुक्षेत्राभिद्धे स्थले दानं च कालपुरुषं जिघृष्यसि कथं द्विज ज्ञात्वापि निश्चितं सर्वमेतत्पादककारकं प्रवर्तस्ये कथं कर्तुं धनलोभान्धया धिया इत्थमाकर्ण्य तद्वाक्यं जगद्विस्मयकारकं किमनेन महादानभयेनेत्यवदद्विजः एवंविध महादानपादकागाधवारिधिं जानामि तरिदुं सम्यगुपायमहमेव हि तदस्नात्वा महीपालः परिधाय च वाससि शुचिप्रसन्नहृदयसिदमाल्यानुलेपनः अवलम्ब्य कराम्भोजं पार्श्ववर्तिपुरोधसः समययौ सेव्यमानः स तत्कालोचितैर्जनैः समागत्य च भूपालः सम्पादात्कालपुरुषं यथोचितेन विधिना तस्मै भक्र्या द्विजन्मने निर्भिद्य कालपुरुषहृदयं निर्दयोदयः पापात्मा निर्ययौ कश्चित् चाण्डालो रक्तलोचनः किञ्च प्रापितकालस्य परनिन्दारसोत्सवे निन्दा चाण्डालिकादेहपार्श्वमागाद्विजन्मनः यदच्चाण्डालयुगलं निर्गत्यारुणलोचनं ततः संचरितं चक्रे प्रकस्याङ्गे द्विजन्मनः गीतानां नवमाध्यायं जपन्नेव हृदि स्थितः कम्पमानं द्विजं किञ्चित् तूष्णीं पश्यति भूपतौ अन्तर्निद्राणगोविन्दं कम्पमानमिवां बुधिं मरुदां दोलनैर्विद्वान् द्विजन्मा पापसंश्रयम् ततो गीताक्षरोद्भूतैः वैष्णवैः परिपीडितं पलायमानं चाण्डालयुगलं निष्फलोद्यमं तन्निश्चक्रामवेगेन द्विजादे पार्श्ववर्ति यद् शरीरे वर्तमानं च परनिन्दारसोत्सवे युद्धं कलिदवृत्तान्तः प्रत्यक्षं क्षुदिवल्लभः पर्यपृच्छद्विजन्मानं विस्मयस्मेरलोचनः कथमापदीयं घोरा निस्तीर्णा महती त्वया कं मन्त्रं जपता विप्र कं वासं स्मरतासुरं कः पुमान् का च सा योषित् कथ मेधावुपस्थितौ कथं च शान्तिमापन्ना विद्युदीरयमे द्विज द्विज उवाच चाण्डालमूर्तिमासाद्य मूर्ति किल्बिषमुल्बणं योषिन्मूर्ति मयीं निन्दाद्वयमेदधवैम्यहम् गीताया नवमाध्यायमन्त्रमाला मया स्मृता तन्माहात्म्यमिदं सर्वं त्वमवेहि महीपदे गीताया नवमाध्यायं जपामि प्रत्यहं नृप निस्तीर्णाश्चापदस्तेन कुप्रदिग्रहसम्भवाः अभ्यस्य नवामाध्यायं राजा तस्माद्विजन्मनः तावुद्धावपि लेभादे परानिर्वृदिमुत्तमम् श्रीपात्मे महापुराणे उत्तरखण्डे गीतामाहात्म्ये त्र्यशीत्यधिकशततमोऽध्यायः ॐ